सर्वेषां नमस्कारः. तर्हि यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति करपत्रं परिशील्यते अद्य. गते सप्ताहे वयं पुनः आहत्य एकवारं पश्यामः वा. हेमभगिनी भवती वक्ष्यति वा तत्र आकारान्तधातूनां विषये चिन्तनं कथं स्यात् इति. निमिषद्वयम् एव स्वीकृत्य. अस्तु भगिनि, यावत् अहं स्मरामि तावत् वक्तुं प्रयतिष्ये, परन्तु प्रायः दृष्ट्वा वक्तव्यं, मम मनसि नास्ति इति. सम्यक् नास्ति, मन्दम् अस्ति भगिनि शब्दम्. एवं वा, पुनः वा? पूर्वस्मात् शिक्षाः अपेक्षया किञ्चित् भेदः अस्ति श्रोतुं शक्यते, किन्तु आदौ तु बहु किमपि भवति इतोपि न श्रुतवती. भगिनी प्रथमं सरला भगिनीम् आरम्भं कर्तुं वदतु भगिनी. अहम् उद्घाटनं श्रूयते वा? अहं तु श्रोतुं शक्नोमि. सरला भगिनी श्रोतुं शक्नोति वा हेमा भगिन्याः ध्वनिः? आमामां श्रोतुं शक्नोमि. अहमपि अर्णा भगिनी तत्र स्पीकर् फोन् किमस्ति मेक्सिमम् करोति वा तत्र? चिन्ता मास्तु भगिनि, अधुना ओके. समीचीनं, सरला भगिनी आरम्भं करोति वा, अग्रे वदिष्यामि. अस्तु अस्तु अस्तु. आकारान्त ये धातवः सन्ति यथा वा वाभ्या एकारान्त एकारान्त धातवः अतिश्री इति धातूनां तस्य आकारत्वम् आगच्छति. जाग्ला दाद्या भवति तत्र विशिष्ट अस्ति यदि हलादि अपित्सु अस्ति तत्र ई हल्ग्यो इति सूत्रेण आकारस्य स्थाने ईकार आगच्छति. किन्तु घूसंज्ञकधातो यदि अस्ति यथा धा तत्र निषेधः भवति. सामान्यसूत्रं श्नाभ्यासयोरात् इति अजादि अपित्सु हलादि अपित्सु आगच्छति घूसंज्ञकधातो यत्र अस्ति. सो अपि यदि उ अस्ति यथा लङ्लकारे मध्यमपुरुष एक क्षम्यतां लङ्लकार प्रथमपुरुष एकवचने उः अस्ति तत्र उस् पदान्ता तत्र पूर्वपरयो पररूप आदेश आगच्छति इति अस्ति. आकारान्तधातु वा तस्य उदाहरणम् अस्ति यथा वा अस्ति वा वाति इति भवति यत्र तः अस्ति तत्र वावीतः भवति. यत्र अति अस्ति तत्र श्नाभ्यासरो तत् सूत्रेण वावति इति भवति. यदि गुसंज्ञकधातवः सन्ति तत्र द्वयो हलादि अपित्सु वा जादि अपित्सु श्नाभ्यस्य रात् तत् सूत्रस्य कार्यं भवति. तत् इदानीं तत्र विशिष्टं भवति लोट् लकारे घ्वसरो धावाभ्यासलोपश्च इति सूत्रेण अभ्यस्त अङ्गस्य अभ्यस्त भागस्य लोप भवति. अपि एकार आगच्छति यथा यदि दादा अस्ति तत्र दादा तस्य लोप भवति. अपि अभ्यस्त अङ्गस्य एकार दे आगच्छति देहि इति भवति इति स्मर्तव्यं तत्र. अपि तत्र नूतनकार्यमपि भवति तदस्तस्य इति सूत्रेण यदि उदाहरणं दाधा अस्ति तत्र पूर्वं श्नाभ्यस्तजोडात् इति सूत्रस्य कार्यं भवति आकारस्य लोपः भवति. सुदाध आगच्छति तत्र तदस्ततोष इति सूत्रेण तत्र धकारस्य स्थाने तस्यं भवति तद् दात् भवति. क्षम्यतां, झला प्रसादेश भवति मम एकः प्रश्नः आसीत् तत् सूत्रेण, यदि बस् आदेश भवति किन्तु दाध यथा अत्र उदाहरणमस्ति दाध योगत दादसचोच इदानीं धकारस्य स्थाने धकार भवति अधाध इति भवति, तत्र आकार इति तस्य महत्त्वं नास्ति वा? एकात् भागः यत् स्वीकृत्य एव वयं कार्यमेव सम्भवति भगिनि, यत्र एकाच् भागः वर्तते एव कार्यं भवति, एकाच् भागः अस्ति तत्तु तिष्ठति एव. अहं चिन्तवती कथम् धन्यवादः, एकाच् इति अहम् अप्लै न कृतवती साधु. धन्यवादः भगिनि, स्थूलरूपेण दृष्टान्तः समीचीनं, धन्यवादः भगिनि. अग्रे अरुणा भगिनी वदति वा भगिनि, इकार असंयोगपूर्वः इकारान्त ईकारान्त च दातवः इति. प्रथमं तु क्षम्यतां, प्रथमं तु संयोगपूर्वः इति चिन्तयामः, तदनन्तरम् असंयोगपूर्वः इति चिन्तयामः भगिनि. असंयोगपूर्वप्रथमम् अस्ति, प्रथमं तु संयोगपूर्वस्य चिन्तनं कुर्मः वयम्. अरुणा भगिनी वदति वा भगिनि, संयोगपूर्वः भगिनि? आं भगिनि, संयोगपूर्व इकारान्त धातूनां अत्र अजिष्णुधातु हलादि पित् अस्ति चेत् केवलं गुणकार्यं वर्णमेलनं वर्णमेलनं भवति, यत्र अपित् अस्ति चेत् किं भवति? गुणनिषेधः भवति, अत्र हलादिगुणनिषेधः. किन्तु अजादि अपि च यत्र वर्तते तत्रैव सामान्यसूत्रमस्ति, सामान्यतः इको एनर्जि प्रतिपाद्य अधुना भवती एव वदतु, यत्र संयोगपूर्वः भवति तत्र किं का स्थितिः इति, असंयोगपूर्वः भवति तत्र का स्थितिः इति. असंयोगपूर्वः यत्र भवति तत्र अत्र हलादिपित्तु गुणकार्यं अजादिपित्तु अत्र अपि गुणकार्यं केवलम् अजादिपित्तु अजादि अपि चेत् अस्ति चेत् गुणनिषेधः तदा यण् आदेशः. अत्र तु भगिनी यथा उक्तवती इको यणचि प्रभादि अचिष्णुधातु ब्रुवाङ् युवर्यवङ्गौ इति संयोगपूर्वस्य उक्तवती खलु, अधुना किं भवति इको एनचि भगिनि, इको एनचि प्रभाद्य अचिष्णुधातु ब्रुवाङ्गयोरिवङ्गौ भवति खलु, यत्र असंयोगपूर्वस्य असंयोगपूर्वस्य किं भवति इत्युक्ते पुनः अचिष्णुधातु ब्रुवाङ्गयोरिवङ्गौ इतपि प्रभाद्य तदपि प्रभाद्य एरनेकाचो असंयोगपूर्वं पुनः यण् आदेशः एव आनीयते. कार्यं तु इको एनचि इति समानम् अस्ति किन्तु अचिष्णु प्रभाद्य आयाति एव तत् कार्यं सम्भवति. धन्यवादः. उकारान्तानामपि समान उकारान्तानां किं भवति कार्यम्? तत्रापि समानम् अस्ति खलु अचिष्णु धातु ब्रुवाङ्ग् इति योरिवाङ्गौ इति कार्यम्. अनन्तरं ऋकारान्तदातवः इति हेमा भगिनी वक्तुमिच्छति वा भगिनि? कति सप्ताहे तदेव वयं पश्यन्तः स्मः सामान्यविकारान्तः तत्र कार्यं तु समानं भवति अत्रापि, इत्युक्ते अत्र अत्रापि सामान्यतया इको एनचि भवति यत्र जाति अपि सति तत्र तत् प्रभाद्य तत्र अचिष्णुधातु भुवां युवोरियं भुवां इति कार्यं करोति. अत्र एरनेकाचो इत्यस्य कार्यं न भवति किल भगिनि? अत्र असंयोगः रूपः एव न आगच्छति इति वा? अत्र तु इको अचिष्णुधातु भ्रुवाङ्ग् इत्यस्यपि कार्यं न भवति, उवङ्ग् आदेशः इयङ् उवङ्ग् आदेशः न भवति खलु अत्र इति कृत्वा तस्यैव अचिष्णुधातु ब्रुवाङ्ग् इत्यस्य एव अपवादसूत्रमस्ति एरनेकाचो असंयोगपूर्वस्य इति कृत्वा उभयोः अपि कार्यं न भवति. अचिष्णुधातु एरनेकाचो इति वदामश्चेत् तत्र केवलम् इकारस्य एव भवति वा? आं भगिनि एहे स्थाने इति एव अस्ति उकारान्तानां अत्र अचिष्णुधातुः तु कार्यं करोति यतोहि उकारान्तानाम् उवङ्गादेशः भवति किल अत्र तु ऋकारान्तानां विषये वदतः स्मः खलु नास्ति वा भवती उकारान्तम् अहम् उकारान्तम् इति चिन्तितवती तत्र उकारान्तानां मध्ये द्युसि च अपि कार्यं करोति किल सर्वत्र यत्र यत्र उस् प्रत्ययः अस्ति तत्र सर्वत्र तु जुसि चेतिनेन गुणः भवति यद्यपि गुणनिषेधः चेदपि जुस् प्रत्ययः अपित् अस्ति चेदपि तत्र जुसि चेतिनेन विशिष्टतया गुणकार्यं किम् अस्ति आपतति परन्तु यत्र उस्य पदान्तात् इति अस्ति तत्र तु केवलम् अकारान्तानां तत्रापि उहु इति आगच्छति परन्तु जुसि च तु केवलम् इक् वर्णस्य गुणकार्यस्य विधानम् अस्ति उस्य पदान्तात् इति अपदान्तात् अकारात् कार्यं सत्यं अपदान्तात् अत्र पदान्तात् अकारात् कार्यम् अनन्तरम् इक् वर्णे परे तु जुसि च इति कार्यं द्वावपि अपदान्ते एव परन्तु अकारात् परे इत्युक्ते उस्य पदान्तात् इक् वर्णश्चेत् तत्र जुसि च इति अनन्तरं ऋकारान्तानां ऋकारान्तानां तु अत्र किमस्ति अस्माकं सूत्रं तत्र ऋक् ऋगौ इकोयणचीति सामान्यकार्यम् अस्ति खलु तदेव तावदेव खलु ऋकारान्तनं सामान्यऋकारान्तनम् अत्र तु अचिष्णुधातुब्रुवाङ्ग् इत्यस्य कार्यं नास्ति इति किल केवलम् इकोयणचि इति एनादेशः धातुनिर्माणसमये एव तस्य कार्यं भवति रुक्रिकौ रूपत्रयम् इति आगच्छति परन्तु अत्र तिङन्तानां निर्माणकृते तु केवलम् इकोयणचि इत्यस्य एव कार्यं भवति इकोयणचि अस्तु अत्र यद्यपि अत्र ऋकारः वर्तते अत्र अन्येषां कार्यं न भवति यथा ऋकारान्तानां सूत्राणि सन्ति किल भगिनी तत्र इत्युक्ते गुणः न भवति पित्सु तु गुणः भवति पित्सु गुणः भवति अपित्सु गुणः न भवति ऋकारान्तानाम् अन्य सूत्राणि आसन् किल तत्र किमासीत् तत्र ऋङ्गादेशः तु कुत्र भवति यत्र यकारादिपूर्वम् अस्ति इति वा तत्र यकारः पूर्वं भवेत् किल अत्र केवलम् इकवर्णचि इतोपि सूत्रम् आसीत् वा तत्र दीर्घ इत्यपि वयं दृष्टवन्तः पुनः तदपि अकृत् सार्वधातुकयोः इति अनुवृत्तिः अस्ति तत्रापि यकारे परे इति सरला भगिनी न श्रूयते भवत्याः ध्वनिश्चापि कार्यं करोति तदेव त्रीणि रूपाणि तथा ऋतश्च अनेन द्वितीय उपधायां यदि ऋकारस्ति तत्र अपि ऋग्युग्लको तस्य त्रीणि रूपाणि तत्र अपि आगच्छन्ति उपधायां यदि अस्ति किन्तु तत्र यकारे परे एव खलु क्षम्यतां भगिनि भगिनी क्षम्यताम् अङ्ग नूतन धातुनिर्माणस्य विषये वदति वा तत्र किञ्चित् भ्रमः जातः सूत्राणि ऋकारान्तानाम् इति आगच्छति इति कृत्वा अत्र तु अङ्गकार्यम् इति भाति स्वीकार्यं वा आम् आं केवलम् अङ्गकार्यम् आं भगिनि तदेव मम अवगमनम् आं तथा तथा एव ऋतश ऋगृकौ लुकि च इति क्षम्यतां तत्तु अङ्गनिर्माण क्षम्यतां धातुनिर्माणसमये भवति खलु यङ्लुगन्तधातूनां निर्माणसमये भवति अत्र तु केवलं गुणकार्यम् इति एव अस्ति तत्र तत्र निमित्तं किम् आसीत् तत्र कस्य भगिनि ऋतश्च तादृश सूत्राणि अभ्यासस्य ऋक् रीक् रीक् इति आगमः यङ्लुकि भवति इति एव अस्ति ऋकारान्ताङ्गस्य ऋकारान्ताङ्गस्य ऋक् ऋक् रीक् इति यङ्ग्लुकि कार्यम् इत्येव यङ्ग्लुकि इति एव अस्ति यङ्ग्लुकि इत्येव निमित्तं तावदेव तर्हि यङ्ग्लुकि अपि च ऋकारान्तानां धातूनाम् इति उक्तवती वा आम् ऋतस्य अभ्यासस्य अभ्यासः अस्तु पूर्वभागमेव भवति अभ्यासः इति नास्ति इति कृत्वा अत्र न आगच्छति यतोहि अतिरीति कुर्मश्चेत् केवलं इकोयणचि एव कार्यं करोति अत्रापि अङ्गं तु अस्ति परन्तु अभ्यासः नास्ति अत्र तु अभ्यासकार्यमेव नास्ति खलु नूतनपदनिर्माण धातुनिर्माणमेव नास्ति केवलं सार्वधातुकलकारनिर्माणम् अस्ति खलु तत्र आधारः एव किञ्चित् चिन्तनं समीचीनं धन्यवादः भगिनि अस्तु तर्हि तत् समाप्तं केवलं इको यणचि इति सूत्रेण अर् आदेशः भवति इति एव अस्ति रेफः आदेशः भवति क्षम्यताम् ऋकारस्य स्थाने रेपः आयाति इति अग्रे वयं पश्यामः अनौष्ट्यपूर्व ऋकारान्तदातवः इति अस्ति तर्हि ऋकारान्तदान ह्रस्वऋकारान्तदातूनां विषये तु समाप्तम् अधुना दीर्घ ऋकारान्तदातूनां विषये वयं सामान्यतया विभागद्वयं कुर्मः औष्ट्यपूर्व ऋकारान्ताः ऋकारान्ताः अनन्तरम् अनौष्ट्यपूर्व ऋकारान्ताः इति तर्हि प्रथमम् अनौष्ट्यपूर्व ऋकारान्ताः दातवः इति पश्यामः धन्यवादः भगिनि पुष्पा भगिनी पठति वा भगिनि म्यूटेड् अस्ति भगिनि मणिमहोदय पठति वा महोदय अस्तु भगिनि अस्तु भगिनि अस्तु अत्र तात्र अनुष्ट्य पूर्वकारान्ताः धातवः तृ तातृ जृ जाजृ शृ शाश्र हलदिपितृ पितृगुणः सार्वधातुकार्धधातुकयोः इत्यनेन तातृ योगः ति तातर्ति तत्र अर् आगच्छति रेफः अजादिपित्सु गुणः सार्वधातुकार्धधातुकयोः तातृ योगः ईति तातरीति हलादि हलाद्यपित्सु गुणनिषेधः सार्वधातुकमध्ये अपि निति च ऋत् इद्धातोः इत्यनेन इकारादेशः उरण्परः इत्यनेन रपरत्वं हलिश इत्यनेन उपधायाः कम्प्यूटर् ऐ एम् नाट् इवन् मूविङ्ग् इट् अण्ड् गोयिङ्ग् बै सेल्फ् ओ यु आर् मूविङ्ग् इदु मौस् प्लीस् मूव् इट् अवे यु आर् मूविङ्ग् इट् my husband is moving the mouse from somewhere can you leave the mouse alone you're moving the computer here I think he's playing with you no I don't know what is happening he's just moving it a little bit oh jeez can you just move the black control Shripad move the black control you're moving my computer he didn't even hear me Move the black control, you're moving whatever I'm reading. Okay, sorry. you still... Okay, I'm sorry. Leave it alone. I'm not coming, okay? Sure, okay. Okay, I don't know what's happening. It's just going somewhere. I'm sorry. Okay, somebody else go on. Viramam Sikarotu Bhagini. Sikriti Agachatu. Mushakam Sikriti Agachatu. Mani Mohade Patati. भगिनी अस्तु भगिनि अहम् अस्मि अस्तु अजादपित्सु गुणनिषेधः सार्वधातुकमपि निति च इत्यनेन अत्र गुणनिषेधः उदोष्ट पूर्वस्य इत्यनेन उकारादेशः उरण्ड्रपरः इत्यनेन रपरत्वं पातृ आक्चुलि मेकिङ्ग् अ मूव् किस् गोयिङ्ग् अप् सारि स्वीकृत्य आगच्छतु भगिनि, तर्हि विरामं विना वयम् अस्माभिः पठितुं शक्यते खलु, स्वीकृत्य आगच्छामः. मणिमहोदय कृपया पठतु महोदय. आं महोदय, अत्र इदानीं ओष्ठपूर्वस्य वा अनोष्ठपूर्वस्य वा? अनोष्ठपूर्वस्य इति. ओष्ठपूर्वस्य इति के के वर्णाः सन्ति तत्र? ओष्ठपूर्वः इत्युक्ते अन्ये वर्णाः अनोष्ठ्यपूर्वस्य इति. ओष्ठ्यपूर्वस्य ऋकारान्त दातवः अत्र उदाहरणं दत्तं पापृ पापृ वृ वावृ मृ बृ वावृ मृ मामृति. वयं तु न कृतवन्तः महोदय, अनोष्ठ्यपूर्वस्य तु न कृतवन्तः भगिनी, अर्धभागम् आरब्धवती कृतवती. पूर्णतया न कृतवन्तः, पूर्णतया अजाद्यपित्सु कृतं कर्तुं हलादि अपि कर्तव्यं महोदय, ततः आरभ्य कर्तव्यं. हलादिपित्सु अनोष्ठ्यपूर्वस्य इति आरम्भतः करोतु कृपया. अस्तु, अनोष्ठ्य ओके. अनोष्ठ्यपूर्वशरिकारन्ददादवः तृ दातृ जृ जाजृ शृ शाश्रु हलादिपिस्सु गुणः भवति सार्वधातुकयोः इत्यनेन दातृयोः इति गुणः भूत्वा तातर् तातर्ति इति रूपम्. अजादिपित्सु गुणः सार्वधातुकयोः इत्यनेन दातर् योः इति दातरीति. हलादि पित्सु गुणनिषेधः सार्वधातुकम् अपित् इति कितीन्ति च. अत्र हृदयितो धातोः इत्यनेन इकारादेशः, उरण्ड्रपरः इत्यनेन रपरत्वं, हली च इत्यनेन बुधः उकारस्य दीर्घत्वं. परन्तु आम् परन्तु सूत्रे ईकारः आदेशः इति दत्तं महोदय, हृदयधातोः इत्यनेन हलिचैत्येन उकारस्य दीर्घत्वम् इति दत्तम्. क्षम्यताम्, आं महोदय, अत्र किम् इत्युक्ते ऋकारस्य हृदय इत् धातोः इत्येव अस्ति खलु, आं महोदय, इत्येव आयाति. तर्हि अत्र कुत्र इत् आयाति इति द्रष्टव्यम्. उपायः उकारस्य दीर्घत्वं नास्ति, क्षम्यताम्, इकारस्य दीर्घत्वम्. धन्यवादः महोदय. अतः धातृयोः तः ऋकारस्य ईकारः हृदयधातोः इत्यनेन अनन्तरं मौरण्डपर इत्यनेन रेप भवति तातिर्योः तः तातिर्तः इति रूपं भवति. अजाद्य पित्सु गुणनिषेधः सार्वधातुकम् अपीत् कृतिनिति च. परन्तु विस्मृतवान् हलिच इति अपि कार्यं करोति अत्र. अतः अपित् हलन्तदादौ इत्यनेन दीर्घत्वं भवति बुधायः तातीर्थः इति. अजादि अपि सु तदेव भवति, परन्तु उरण्ड्रपरः हलिच न कार्यं करोति, तातिर् यः अति तातिरति इति रूपं भवति अत्र. अजादि अपि सु प्रत्ययक्षेत्रेषु विशेषः उस् प्रत्ययः परे जुषि च इत्यनेन अजादौ जुषि परे गन्धस्य गुणः भवति. अदातृ योः उः अदातरुः इति रूपं भवति. महोदय, अत्र जुषि च कार्यं करोति, परन्तु इदानीं पूर्वम् उष्य पदार्थ कार्यं करोति कृतः. भगिनी तथैव उक्तमस्ति खलु, यत्र इक् वर्णः पूर्वम् अस्ति इत्यस्मात् साक्षात् पूर्वम् इक् वर्णः अस्ति चेत् जुषि च इत्यस्य कार्यं, यदि ह्रस्व अकारः अस्ति चेत् उस्य पदान्तात् इति कार्यम्. अपदान्तस्य अत्रापि अपदान्तस्य इक् वर्णः अस्ति इति कृत्वा जुषि च इति कार्यं. किमपि धन्यवादः महोदय. हृदयधातोः रुदन्तस्य धातोः अङ्गस्य ह्रस्वकार आदेशः भवति अनुच्छेदं पठामि वा अथवा पूर्णतया वा प्रथमवाक्यद्वयम् अनन्तरम् अस्तु कितिनिति प्रत्ययपरे एव इति बोध्यं न तु न चेत् गुणः किमर्थं चेत् कितिनिति भिन्नप्रत्यये गुणपरेश्चेत् गुणे गुणादेशः इकारस्य अत्र इकारस्य प्रदस्य समये गुणः न भवति इति अनुवृत्तिसहितसूत्रं ऋतधातोः अङ्गस्य इत् उरण्ड्रपरः ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रपरः भवति अनुवृत्तिसहितसूत्रम् उः स्थाने अन् रपरः हलि च हलिपरे रेपान्तानां वकारान्तानां च धातूनां उपधावस्थितः इक् वर्णः दीर्घो भवति अनुवृत्तिसहितसूत्रं हलि च रुवोः धातोः उपधायः इक् दीर्घः भवति इदानीं रूपमपि दृष्टवन्तः ओष्ठपूर्वं पठामि महोदय अन्यः वदामि तातृ गतसप्ताहे कृतवन्तः अस्तु भगिनि किं करणीयं गतसप्ताहे तातृ वयं कृतवन्तः इदानीं जाजुरु अस्तु जाजुरु इति दातु अलादि पित्सु प्रथमपुरुषे एकवचने दा जाजुरु गुणः भवति जाजर्ति इति अजादि ईति इति यत् अस्ति जाजरीति इति रूपम् अनन्तरं प्रथमपुरुषे द्विवचने ऋत धातोः इत्यनेन इकारः भवति ताति अनन्तरं हलि च इत्यनेन दीर्घः भवति उपधायः जाजीर्तः अजादि अपि चेत् अत्र दीर्घत्व न भवति जाजिर् जाजिर् रजि जाजिरति इति रूपम् अनन्तरं मध्यमपुरुषे जाजीर् जाजिर् जाजिरसि सम्यक् वा जाजर्षि जाजर्षि सत्वं भवति अदन् जाजरीषि इति अनन्तरं जाजीर्तः जाजीर्त जाजिर्मि जाजरीमि जाजीर्वः जाजीर्मः सम्यक् वा सरलपणि महोदय अस्तु लोटकसारे वदामि वा जाज् जाजर् जाजर् जाजर्तु जाजरीतु जाजरीतात् सारि जाजीर्तात् जाजीर्ताम् अनन्तरं जाजिरतु जाजीर्हि जाजीर्तात् जाजीर्तं जाजीर्त आनि जाजराणि जाजराव जाजराम आम् आम् एकवचने नत्वम् अपि भवति जाजराव जाजराम इति धन्यवादः भगिनि लङ्लकारे अडामहम अधः जाजर् जाजर्त् इदानीं अत्र तकारः लोपो भवति हल्या भवति दीर्घासदृश पृष्ठं हल् इत्यनेन अजाजर् अत्र विसर्गः भवति अजाजः इति रूपम् अनन्तरम् अजाजरीचि रीत् अजाजीतं तां रूपं भवति जलाञ्जशन्ते अपि भगिनी विसर्गः भवति अत्र न न न अग्रिमं जज ईत् इत्यस्मिन् ईद् ईत् इति रूपद्वयम् इति भगिनी वदति, तकारस्य रूपद्वयं भवति खलु. धन्यवादः धन्यवादः क्षमितम्. अजाजरीत् अजाजरीद् इति द्विरूपम्. अनन्तरम् अजाजरीताम् अजाजरुः अजाजीर्तम् अजाजीर्तं खलु अजाजीर्ताम् अजाजीर्ताम् अजाजरुः अजाजः खलु अजाजीरुः क्षम्यतां तत्र तु उः परे गुणकार्यं भवति इति कृत्वा अजाजरुः अजाजरुः गुणः भवति. अतः अनन्तरं कुत्र मध्यमपुरुषे मध्यमपुरुषे अजाजः अजाजीः अजाजी अजाजिः समीप अजाजरीः अजाजरीः गुणकः भवति अजाजरीः अजाजीतम् अजाजीत अनन्तरम् अजाजरम् अजाजीव अजाजीम विधिलिङ्गे विधिलिङ्गे सर्वत्र अलिच्य कार्यं करोति. अतः जाजीतात् जाजीयात् जाजीयातां जाजीयुः जाजीयाः जाजीयातं जाजीयात जाजीयां जाजीयाव जाजीयाम. धन्यवादः महोदय. अग्रे सर्वपरि धन्यवादः. उदोष्ट्यपूर्वस्य इति अग्रे पश्यामः. पुष्पा भगिनी पठति वा भगिनि अधुना ओष्ट्यपूर्वस्य इति क्षम्यताम् ओष्टपूर्व ऋकारान्ताः दातु वा ते तु पृ पापृ तृ वावृ व्रातृ प्रावृ वावृ भृ बाभृ मृ मामृ हवादिश अपि हलादिशपित्सु गुणः सार्वधातुकार्धधातुकयोः इत्यनेन पापृ योगहति पापर्ति अजादि अजादिषु पित्सु गुणः सार्वधातुक सार्वधातुकार्धधातुकयोः इत्यनेन पापृ योगः इति पापरीति हलादिपित्सु गुणनिषेधः अपि अपित्सु गुणनिषेधः सार्वधातुकमपि नीति च ते अपि कार्यं करोति. उदोष्ट्यपूर्वस्य इत्यनेन उकारादेशः भवति नृप इत्यनेन रपरत्वं हलि च इत्यनेन उपधायाः उपकारस्य दीर्घत्वं तथैव पापृ योगः तः पापूर् योगः तः पापूर् तः पापूर्तः उकारस्य विना उकारः भवति खलु उदोष्ट्यपूर् अत्र हृदश इत्यनेन इकारः हृदय धातोः इत्यनेन इकारः भवति स्म अत्र तु उकारः भवति उदोष्ट्यपूर्वस्य इत्यनेन इकारः न भवति इकारः न भवति अजाद्यपित्सु गुणनिषेधः सार्वधातुकमपि निधि च इत्यनेन कार्यम् उदोष्ट्यपूर्वस्य इत्यनेन उकारस्य उकारादेशः उरन्रपरः इत्यनेन रपत्वं पपृ योगः अति अति प्रापुर्योगः अति प्रापुरति. अत्र वयं अस्तु उदोष्ट्यपूर्वस्य इति सूत्रस्य अपि पठतु. ओष्ट्यपूर्वस्य ऋकारान्ताङ्गस्य ऋकारस्य ह्रस्वः उकारादेशः भवति. लोन्त्यस्य ओके अनुवृत्तिसहितसूत्रम् ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत् ऋतः अङ्गस्य उत् अस्तु. अत्र अस्तु तत्र बाभ्रु बाभ्रु योगति तत् बाभर्ति एव तिष्ठति बाभर्ति बाबर् न बाबर्तः बाबूर्तः बाभूर्तः न भगिनि हा बाभूर्तः बाबूर् बाबरि क्षम्यतां बाबरीति अपि अस्ति अत्र बाबरी रीति इति परे तु बाभूर्तः अति तु बाबुरति किं किम् अस्ति इति वदामि वा पूर्णतया विवरणं कृतं रूपाणि वदतु भगिनि समीचीनं हा षि अस्ति षि अस्ति अत्र बाबर्षि आगच्छति बाबर्षि बाबर्षि बाबरीषि बाबरीषि सम्यक् सम्यक् बाबूर्थः बाबूर्था बाबू बाबर्मि बाबरीणि अंसा बाबरीणि बाभरीणि बाबर्व बाबूर्व बाबूर्म किं भगिनि लोट्लकारस्य रूपाणि बाब्रु बाब्रु योगः तु हलादिपित् अस्ति गुणं भवति सार्वधातु बाबर्तु बाबर् बाबरीतु बाब् हलादि अपित् हलादि अपित् अस्ति ततः उदोष्ट उदोश्च पूर्वस्य तु सूत्रेण ओकारादेशः भवति बभू बभूता बभूतात् बभूतां बभूयो योगः बाभूयोगः अतु अत्र बभू अचिष्टु दातु सूत्रेण बभूवतु भगिनि बभूवतु तत्र बाबू इति उक्तवती वा बाबू इति उक्तवती वा इति बाबू तत्र हलिचकार्यं कृतवती वा हलिच अपि अस्ति धन्यवादः बभूवतु बाभूवतु बाभूवतु बाबूरतु नास्ति भगिनि उकार आगतस्ति उरन् रापर् ओके बाबूर् बाबूरत् बाबूर्वतु ओके थेङ्क् यु भगिनि बाबूर्योगः हि अस्ति पित् अस्ति भगिनि अत्रापि हुजल्प्यो सूत्रं कर्तय कार्यं करोति भगिनि अत्र हि अस्ति किल भगिनि अत्र पित्वं नास्ति अपि च अपित् इति स्वीकरोतु, यथा तात् तम् इति कृतवती तथैव. नहु जल् ब्योर् हेर् बि कार्यं करोति वा भगिनी इति भगिन्याः आशयः अस्ति. जल् वर्णः अस्ति वा, रेपः जल् वर्णः अस्ति वा, हयवरट् अस्ति खलु. सो बाभूरहि बाभूरहि बाभूरत् तत्र किमर्थं हूजल्भ्यो हेर्भिः कार्यं न करोति पुनः वदतु भगिनि. जल् वर्णः नास्ति, रेवर्णः नास्ति खलु भगिनि. बाबूर्हि बाबूर् आने अस्ति, पित् अस्ति, बाबुराणि बाबुराव बाबुराम. धन्यवादः भगिनी. सरला भगिनी लङ्लकारे खलु. अङ्गं धातु भवति अबाभर, तत्र तकार प्रथमपुरुषे हल्याङ्गकृत अनेन तस्य लोपः भवति. बाभ्र तत्र पित् अस्ति गुणकार्यम्. अबाभर रेफस्य खरवसानविसर्जनीयनेन विसर्ग भवति. अबाभ इति भवति. अभाभरीत् अभाभूताम् अभाभरुः अत्र जुसि च अनेन केवलं गुणः भवति. तत्र सकार अस्ति समानकार्यं, यथा प्रथमपुरुषे एकवचने अबाभः. अबाभरीः अभाभूतम् अभाभूत अभाभरम् अभाभूर्व अभाभूर्म लङ्लकारे विधिलिङ्ग् सर्वे हरादि अस्ति सो तत्रापि उद्दोष्टपूर्वस्य कार्यं भवति. अपि हलि च अनेन उकारस्य उकारः भवति. सु बाभूयात् बाभूयात् बाभूयुः बाभूयाः बाभूयातं बाभूयात् बाभूयां बाभूयाव बाभूयाम. धन्यवादः भगिनि. धन्यवादः हिमा भगिनी. भवती अग्रे पठति वा भगिनि अग्रे? आं भगिनि, अग्रे इदानीं हलन्तयङ्गन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि. यथा समानम् अत्र द्विस्तरीयकार्यं भवति, प्रथमम् अङ्गकार्यम् अनन्तरं सन्धिकार्यम् इति. हलन्तधातवः पञ्चश्रेणीषु विभज्यन्ते. सामान्यधातवः उपदायां च लघु इक्वर्णः नास्ति. लघुपददातवः अनिदित्दातवः सम्प्रसारिणः धातवः अनुनासिकान्तः धातवः इति पञ्चधा अत्र विभजनं भवति. सामान्यधातवः अपि च उपधायां यदि लघु इक्वर्णः नास्ति इत्युक्ते अकारः वा आकारः वा भवतु, तदनन्तरं लघु उपधादातवः, तदनन्तरम् अनिति सम्प्रसारणकार्यं यत्र भवति, अपि च अनुनासिकान्तधातवः सन्ति इति पञ्चरीत्या अत्र विभजनं जातम्. सम्प्रति मिलित्वा प्रथमद्वयोः प्रकारयोः रूपाणि कल्पनीयानि. तदा पृथक्तया क्रमेण अनिदिद्धातूनां सम्प्रसारिणधातूनाम् अनुनासिकान्तधातूनां च रूपाणि कल्पनीयानि. अत्र प्रथमं सामान्यधातवः उपदायां च लघु इक्वर्णः नास्ति इति चेत् अङ्गकार्यं नास्ति. अतः साक्षात् सन्धिकार्यं कृत्वा प्रकृतिः प्रत्ययोः मेलनं करणीयम्। लघुपदधातुः इति चेत् अङ्गकार्यं साधनीयं, तदा सन्धिकार्यं प्रकृतिप्रत्ययोः मेलनं च। अत्र अङ्गकार्यं किमिति प्रदर्श्यते। यत्र अत्र द्विविधं यत् उक्तमस्ति तत्र सामान्यधातवः इत्युक्ते अकारान्तः वा अकारान्तधातवः सन्ति, तत्र तु गुणकार्यस्य प्रसक्तिरेव नास्ति, तत्र गुणः वा वृत्तिर्वा भवतु तत्र कार्यमेव नास्ति, अतः केवलं तत्र अङ्गकार्यं न भवति, अपि च ते केवलं वर्णमेलनं कृत्वा तत्र सन्धिकार्यं यथा प्रसङ्गं करणीयम्। यत्र उपधायां लघु इक्वर्णः अस्ति तत्र तु सार्वधातुकोपद न पुगन्तलागुपदस्य इति का इत्यनेन तत्र गुणकार्यं भविष्यति। तदनन्तरं यत्र सन्धिकार्यस्य प्रसक्तिः भवति तत्र सन्धिकार्यं कृत्वा अग्रे कार्यं करणीयमिति। कीदृशम् इत्युक्ते हलादिषु पित्सु गुणः भवति पुगन्तलघुपदस्य च इत्यनेन तदा सन्धिकार्यं भवति। लिक् इति इदानीं हलन्तधातुं स्वीकुर्मः, तत्र उपधायाम् इक् वर्णः दत्तं, तर्हि लिक् अत्र यङन्तधातुः निर्माणं भवति लेलिक् इति। तत्र तु वयं जानीमः लिक् लिक् इति भूत्वा हलादिशेषः गुणो यङ्लुपोः इति कृत्वा तत्र लेलिक् इति रूपं प्राप्तं। लेलिक् योगः ति इदानीम् अत्र उपधायाम् इक् वर्णः अस्ति इति कृत्वा पुगन्तलघुपदस्य अनेन एकारः भूत्वा लेलेक् योगः ति इति भवति। इदानीं खरीच इति सूत्रेण महाप्राण खकारस्य अल्पप्राणः भूत्वा लेलेक् ति इति रूपं, तथैव मुद् इदानीं मोमुद् योगः ति, मोमोद् योगः ति, मोमोत्ति, वृष् अत्र वरिवृष् इति रूपमस्ति, धातुरस्ति, वरिवृष् योगः ति, अत्र ष्टुत्वं भूत्वा प्रथमं तु गुणकार्यं पुगन्तलघुपदस्य च, वरिवर्ष् योगः ति, तदनन्तरं ष्टुत्वं वरिवर्ष्टि इति रूपं। यत्र अजादिपित् अस्ति तत्र तु पित् अस्ति परन्तु गुणनिषेधः भवति, अत्र नूतनसूत्रं पूर्वमेव पठितं, परन्तु नाभ्यस्तस्याचिपिति सार्वधातुके इति सूत्रेण अत्र गुणनिषेधः जायते, अतः लेलिक् एव तिष्ठति, लेलेक् इति न भवति। लेलिक् योगः इति लेलिखि इति, मोमुद् योगः इति मोमुदीति, वरिवृष् योगः इति वरिवृषीति इत्येव भवति। सूत्रं पठामि वा महोदय एकवारम्? आं भगिनि पठित्वा पठतु भगिनि। नाभ्यस्तस्याचि पिति सार्वधातुके इति यत्र अस्ति, अभ्यस्तस्य लघुपदगुणः न भवति अजादिपित् सार्वधातुकप्रत्यये परे। अनुवृत्तिसहितसूत्रमस्ति, अभ्यस्तस्य अङ्गस्य लघुपदस्य गुणः न अचिपिति सार्वधातुके। तर्हि यत्र अभ्यासकार्यं भवति तत्र अभ्यस्त अङ्गस्य यदि उपदायां लघु इक्वर्णः अस्ति, सामान्यतया पुगन्तलघुपदस्य इत्यनेन गुणः भवति स्म, परन्तु तत् प्रभाद्य अत्र यद्यपि पित् अस्ति परन्तु तथापि अत्र गुणकार्यं न भवति अचिपिति सार्वधातुके इति निमित्तमस्ति। अजादिपित् प्रत्ययः परे अस्ति चेत् तत्र गुणकार्यं न सम्भवति, अत एव उपरि लेलिक् योगः इति इत्यत्र हलन्तधातुरस्ति, उपदायाम् इक्वर्णः अस्ति, परे तु ईति इति अजादि अपि च पित् अपि अस्ति, अनेन सूत्रेण अत्र गुणकार्यं निषेधः भवति इति कृत्वा लेलिखीति मोमुदीति इत्येव रूपाणि आगच्छन्ति। हलादिषु अपित्सु गुणनिषेधः अपित् अस्ति इति कृत्वा सार्वधातुकम् अपित् किङिति च इति, तदनन्तरं सन्धिकार्यं लेलिक् योगः त, अत्रापि खरिच इत्यस्य कार्यं भूत्वा लेलिक्तः इति भवति, मोमुद्योगः तः मोमुत्तः, वरिवृष् योगः तः वरिवृष्टः इति। अजादिषु अपित्सु गुणनिषेधः पुनः अपित् अस्ति इति कृत्वा सार्वधातुकमपि किङिति च, लेलिक् योगः अति, अत्र तु केवलं मेलनं भवति, सन्धिकार्यं किमपि नास्ति, लेलिखति मोमुदति वरिवृषति वरीवृषति अत्र परन्तु मृज् धातु एव तत्र भिन्नतया भवति, यतोहि तत्र विशिष्ट सूत्रमस्ति इति कृत्वा. आम् आम् आं भगिनि, तदपि पठतु भगिनि कृपया. किमर्थं व्रश्च व्रश्च इति वदति महोदय? तत्र मृज् मृजेर् विश् वृद्धिः इति सूत्रं कार्यं मृद्धिः अस्ति. अनन्तरं व्यकारस्य शकार आदेशः, तत् अहं वदामि. उपरि वा? हा, अस्य अपवादः मृज् धातुः, यस्य इक् वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे. तर्हि मृज् इदानीं मरिमृज् इति धातुः, मरिमृज् योगः ति. तर्हि अत्र इदानीम् उपधायां ऋका मृज् धातोः उपधायां स्थितस्य वृद्धिः भवति मृजेर्वृद्धिः इति सूत्रेण. तर्हि मरिमार्ज् इति भवति. इदानीं मरिमार्ज् इति चकारान्तधातुः अस्ति इति तदर्थमेव तत्र सूत्रं व्रश्च व्रश्च इति सूत्रेण जकारस्य मूर्धन्यषकारः भवति. यदा मूर्धन्यषकारः भवति तत्र श्रुत्वस्य प्रसङ्गं प्राप्तिः, अतः तकारस्य टकारः भूत्वा मरिमार्ष्टि इति रूपम् आगच्छति. मृजेर्वृद्धिसूत्रम् अस्ति, मृज् धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे. यः कोऽपि प्रत्ययः भवतु मृज् धातोः वृद्धिः तु भवति एव. मृजेः अङ्गस्य इकः वृद्धिः. धन्यवादः भगिनि. धन्यवादः भगिनि. सरला भगिनि अग्रे टिक् इति करोति वा भगिनि? तिक् इति कारान्त दातवः तिक् तिक् इति प्रथमं तिक् संयोगो तिक् तिक् भवति. तदनन्तरं ककारस्य हलादिशेषणेन लोको भवति. यङ्ग्लुङ्गो गुणो यङ्ग्लुको. धन्यवादः भगिनि. गुणो यङ्ग्लुको अनेन इकारस्य गुणः भवति. इकारस्य तेचिक् इति यङन्तधातु यङ्ग्लुङ्गन्तधातु भवति. तेचिक् तेचिक् योगति तत्र ते ते भवति. यत् इति अस्ति तत्र किं वर्णमेलनं भवति. चालकी नाभ्यस्त च नाभस्यापिति सार्वधातुके इति सूत्रेण ईकार अजातिः अस्ति. तत्र गुणनिषेधः भवति. ते तिकीति इति भवति. ते तिक्तः ते तिक्तः ते तिकति ते ते क्षी भवति. इदानीम् आदेशप्रत्ययोनेन ककार इन्को अस्ति. पुनः अभ्यासचयनेन गुणनिषेधः केवलं वर्णमेलनं. ते ते तीक्षि ते तिक्थः ते तिक्थ ते ते नि ते ते ते ते तिक्कीनि ते तिक्वः ते तिक्मः. अग्रे करोमि नोट्लकार. आं भगिनि करोतु भगिनि. ते ते तेक्तु ते ते तिक्कीतु ते तिक्तात् ते तिक्तां ते तिकतु ते तिक्हि ते तिक्हिः ते तिक्हि ते तिक्तात् ते तिक्तं ते तिक्त. अत्रापि गुणनिषेधः आनि इति अजादि अस्ति. सो ते तिकानि ते तिकाव ते तिकामः. लङ्लकारे अत्र हि स्थाने धी न भवति वा अत्र? आमामां क्षम्यतां याति विश्रमते इति. सो लोट् लकारे मध्यमपुरुषे यदि हि अस्ति ते तिक् इति ककार छलादि अस्ति. सो हु छल् व्योहेति अनेन हकारस्य स्थाने घकारात् गच्छति. सो तीर्थिक् योगधी पुनः धी इति झलाञ्च चषि अनेन ककारस्य घकारः भवति. सो तीर्थिक् धी इति उपमा गच्छति. धन्यवादः. लङ्लकारे धातु भवति अत्येतिक् तकारस्य हल्यापि सपक्त् अनेन लोपः भवति. सो अत्येतिक् इदानीं वावसा इति पदम् अस्ति. सो वावसाने अनेन अत्येतिक् प्रथमजलाञ्चन्ति अनेन अत्येतिक् तदनन्तरं वावसाने अनेन अत्येतिक् इति रूपं द्वयं भवति. अत्येतिक् अत्येतिकीत् ते तिक्ताम् इदानीमपि अभ्यस्तचनेन जुसि च तस्य कार्यं बाधितं भवति. सो केवलं वर्णमिलम् अत्ये तिकुः अत्र अत्ये तिक् स यत्र अस्ति अत्ये तिक् सकारस्य लोपः भवति पुनः समानकार्यम् क्षम्यतां भगिनि. गुणः भवति चेत् तेते अस्ति किल तेतिक् नास्ति अहं वदामि. मध्यमस्य शः ईषि इति स्थाने मध्यपुरुषे मध्यमपुरुषे एकवचने धन्यवादः. तत्र अत्रापि प्रथमपुरुषे ते ते अते तिक् वा धन्यवादः. यत्र सकारः अस्ति तत्र अते ते वा अते ते इति भवति. ई यत्र अस्ति अत्र अते अते तिक् इति भवति. अते तिक्तम् अते तिक्त अत्रापि अते तिक्कम् अते तिक्व अते तिक्म विधिलिङ्ग् भवति. ते तिक् अत्र अम् इः सर्वत्र ते पित् किल भगिनि. तत्र तेति तत्र इः न तत्र इः अभ्यासचनेन अनेन न तत्र कार्यं परन्तु यत्र अम् अस्ति तत्र तत्रापि सतैव तत्रापि अपि तत्र गुणनिषेध तत्र अतेति अम् इति भवति. तत्र विधिलिङ्गि केवलं वर्णमेलं भवति. तेतिक्यात् तेतिक्यातां तेतिक्युः तेतिक्याः तेतिक्यातं तेतिक्यात तेतिक्यां तेतिक्यावत् तेतिक्याम. अस्तु धन्यवादः भगिनि. अन्यकार्यनिरतः अस्ति. अस्तु अग्रे सरला भगिनी पठति खलु. क्षम्यता अरुणा भगिनी पठति वा भगिनि. आं भगिनि लिक् दातु. अग्रे महोदय वर्गे अपि उक्तवती करोमि भगिनि. लिक् दातु ले लिक् योगः अस्ति. अत्र पित् अस्ति ततः नाभ्यस्तस्य चि इति चारुदातिकसूत्रेण गुणनिषेधः भवति. ले लिक्ति लिक् युहति करिचैतसूत्रेण ककारस्थाने अल्पप्राणस्य ले लिक्ति इति रूपं भवति. तदनन्तरं गुणनिषेधः भवति. प्रथमं तु गुणः भवति इति इत्यत्र एव गुणः न भवति. अजादिपित् अस्ति चेत् न भवति. ले लेक्ति ले लिखीति. सम्यक् सम्यक् धन्यवादः. गुण भवति भगिनि, गुण न भवति, गुण अत्र भवति खलु भगिनि, तदेव वदन्ती अस्ति भगिनि अपि. सूत्रमेकवारं पुनः पठतु भगिनि तर्हि तत्र नाभ्यस्तस्याचि. नाभ्यस्तस्याचि इति सर्वधातुके अभ्यस्तस्य लघु उपधा गुणः न भवति. अजादिपि सारुदा ओ अजादिपित्येव. धन्यवादः. लिखतां अपि अजादि अपि अस्ति, अजादि अस्ति, ततः गुणनिषेधः. लिखति मध्यम पुरुषे लिक्षि भवति. पदं ककार करिच्छ तदनन्तरं लेलेक्षि इति अपि अस्ति. ओके, लेलिखि इति लेलिखिषि लेलिखि लेलिखि तः अत्र किं भवति? केवलं चर्त्वं भवति तावदेव ननु. किं भगिनि? केवलं चर्त्वं भवति वा लेलिक्तः इति? अस्तु भगिनि. लेलिक्तः लेलिखेमि लेलेक्मि इति लेलेक्मि लेलेखेमि लेलिखीमि लेलिखीवः लेलिखिकारः कुत्र आगच्छति? लेलिक्वः इति वदति खलु. लेलिक्वः लेलिक्मः तत्र तु ककारः अस्ति वा? वहमः परे मूर्धन्य अस्ति विषमितं. महाप्राणः अस्ति वा अल्पप्राणः भवति वा? अल्पप्राणः भगिनि. नास्ति तर्हि केवलं महाप्राणः भवति खलु. ओके, लेलिक्वः लेलिक्मः. धन्यवादः. पुष्पा भगिनी वदति वा भगिनि रूपाणि किं किं सूत्रं किं लेलिक् इति लोट्लकारः लेलिक्तु लेलिखितु न महोदय लेलिखितु लिखि तत्र कीतु अस्तु लेलिक्तात् ककारस्य चरिचं लेलिक् लेलिक् किं श्रुणोता लेलिक्तात् तात् लेलिक्तात् ले तां ले ले लेलिक्ताम् एव गुणकार्यं नास्ति. साम् अतु न लेलिक लेलिखतु सम्यक् अतु अतु खा महाप्राण महाप्राण अस्ति अत्र हि ले अत्र अस्ति क किमस्ति लेलि ककारस्य हकारस्य कोऽपि अस्ति न सम्यक् न जानामि कार्यं करोति खलु दि आदेशः भवति तर्हि योगः दि अधुना दकारस्य आदेशः न अनन्तरं किं भवति तत्र ककारस्य किमपि कार्यं भवति वा तत्र चतुर् न भवति खलु चतुर् न भवति तत्र जष्ट्वं नास्ति सरला भगिनी वदतु भगिनि किमस्ति भगिनि कुत्र कुत्र पुनः भवतु इदानीं धकारः अस्ति अल्पप्राणधकारः अस्तु लिग्धि अस्तु धि तथैव थाम् अस्ति न भगिनि अत्र न दृष्टं मनसि नास्ति तिष्ठति क्षम्यतां भगिनि एकनिमिषम् सम्यक् वदामि थात् अपि अस्ति न अत्र थात् अपि अस्ति लिक्थात् अत्र करिच आगच्छति तत्तु अल्पप्राणककारः तत्तं लेलिक्तं लेलिक्ता लेलेखानि लेलेखाव लेलेखाम सम्यक् गुणकार्यं निषेधः लेलिखामि लेलिखानि लेलिकाव लेलिकाम सम्यक् क्षम्यतां लङ्लकार अपि करोमि अन्ये करोतु वा भगिनि अन्यः करोतु मणिमहोदय करोति वा महोदय आम् महोदय ले लिक् दातु अत्र अडागमः भवति गुणः अपि भवति अलेलेक् अनन्तरं होजल्पि न क्षम्यताम् अल्म्या भवति वृत्तम् अल् इति अनेन प्रकारः लोपो भवति अतः अलेक् अलेक् जस्वमपि भवति अलो अलेलेक् इति ईत् अस्ति अतः अत्र गुणनिषेधः अले अलेलिक् अत्र महाप्रणकारः अनन्तरम् अले लिक्तां करिचेति अनन्तरं कार्यं करोति अले लिक्ताम् अले लिक्कहु महाप्राणः अनन्तरं मध्यपुरुषे अले लेक् अले लेक् ह अनन्तरम् अले लेक् अनन्तरम् अले लेख् इति अस्ति न महोदय, किमर्थं लेखः कथं मया अत्रापि आमां सकारः लोपो भवति लेभवति संस्कृतम् इत्यनेन अले लेग् अत्रापि जलां दशति अलेलेग् इति अनन्तरम् ईः अले लिखिः किः करिचे न कार्यं करोति अले करिच भवति अनन्तरं लिखितम् अले अले लिखितम् अले लिखित लेखित नास्ति किल गुणकार्यं निषिद्धं भवति खलु अले लिखितम् अले लिखित इति अले लिखितम् अले लिखित इति करिचे कार्यं करोति अनन्तरम् अं प्रत्यये परे अले लिखं महाप्रणः अस्ति अले लिखम् इति गुणकार्यं आम् अहं ददामि अहं तदेव अहम् उक्तवान् समितम् अले लिखम् अले लिख् वा अत्र अले लिख्म इति अनन्तरं विधिलिङ्ग् सम्यक् वा महोदय सम्यक् वाकारः अस्ति वकारः आं सर्वत्र अत्र उत्तमपुरुषे महाप्राणः अस्ति करिचे न कार्यं करोति वः वा मः अस्ति अत्रापि विधिलिङ्ग् लकारः लेलिख्यात् लेलिख्यातां लेलिख्युः लेलिख्याः लेलिख्यातं लेलिख्यात् लेलिख्यां लेलिख्याव लेलिख्याम इति धन्यवादः क्षम्यताम् अहं तु किञ्चित् अन्यत्र गतवती तत् अन्तिमक्षणे अस्तु अन्य किमपि नास्ति खलु ततः एव स्थगितवन्तः महोदयस्य वर्गे इति मन्ये स्थगयामः वा अद्य श्वः गुरुपूर्णिमा अस्ति अतः गुरुपूर्णिमायाः वन्दनानि अस्माकं प्रणामः महोदय अपहासं वा करोतु भगिनि भगिनि भवती पाठयति किल कियत् प्रश्नान् अस्मान् बोधयति अपि च संशयनिवारणमपि केवलं मेलनम् उद्घाटयामि अत्र सरला भगिनी भवती सर्वे सन्ति मोनि महोदय भवन्तः सन्ति अस्माकं गुरवः धन्यवादः भगिनि धन्यवादः धन्यवादः भगिनि धन्यवादः भगिनि मिलामः